श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते उत्तरमन्दं स्थितं वापि गुञ्जानं वा गुणान्वितम् विमूढानानुपश्यन्ति पश्यन्ति यान चक्षुषः यतन्तो योगिनः शैरम् पश्यन्त्यात्मान्यवस्थितम् यतन्तोऽप्यकृतात्मानो नैनम् पश्यन्त्य चेतसः यदा दित्यगतम् तेजो जगद्वासयतेऽखिलम् यच्चन्द्रमसि यच्चाग्नो तत्तेजो विद्धि मामकम् गामभिश्च च भूतानि धारयाम्यहमोजसा पुष्णामि चौषधि सर्वः सोमो भूत्वा रसात्मकः अहम् वैश्वानर भूत्वा प्राणीनाम् देहमाश्रितः प्राणपानसमयुक्तः पचाम्यन्नम् चतुर्विधम् सर्वस्य चाहम् हृदि सन्निविष्टो मतस्मृतिर्ज्ञानमहोवनम् च वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् द्वाविभो पुरुषो लोके क्षरश्चक्षर एव च क्षर सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते उत्तमः पुरुषस्त्वन्यः परमात्मेति दाहितः यो लोकोत्रयमाविश्य विभक्तभय ईश्वरः यस्माक्षरमतीतोऽहम् अक्षरादपि चोत्तमः अतोऽस्मि लोके वेदे च प्रतीतः पुरुषोत्तमः यो मामेवमसं मूढो जानाति पुरुषोत्तमम् स सर्वविद्भजति माम् सर्वभावेन भारत इति गुह्यतमम् शास्त्रम् इदमुक्तम् मया नः एतद्बुद्ध्वा बुद्धिमान् स्यात् प्रीतप्रीत्याश्च भारत इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशो